नमस्ते महोदय. नमस्ते भगिनी. कथमस्ति? अहं समीचीना. भवान्? सम्यक् सम्यक् अस्ति. अद्य सा ई पत्रं न प्रेषितवती. आमाम् As you like, Bhagini. लिङ्ग्लकारः भवितुमर्हति अथवा इडाहम चिन्तनमस्ति वा, यद्यपि भवान् इच्छति तदेव. मङ्गलवासरे शेषद्वयं सूत्रे पठितवन्तः नूतन. तदपि पठामः वा इदानीं? किञ्चित् निमिषं द्वयं प्रतीक्षा कुर्मः. किं सूत्रं भवति? चित्रकरणार्थे आलरेडि तत् कृतवन्तः. तदनन्तरं शेषे लृद्यदौ अपि उत्तापयो लिङ् इति कृतवन्तः. ओके. सो तावत् वयं पुनः स्मरणं कुर्मः सूत्राणाम् आरम्भतः. अस्तु, आरम्भतः इति महोदय प्रत्येकं वर्गे करोति. अस्तु भगिनि, तदेव वयमपि. अस्तु, भवान् आरभते. अस्तु, धन्यवादः. हेतु हेतुवतोर्लिङ् इति सूत्रं भवति प्रथमतः. तत् सूत्रं भवति सम्भावनार्थं किं भवति इति उदाहरणं. हेतु हेतुमान् अर्थात् कार्यकारणभावे धातः विकल्पेन लिङ्लकारः भवति. अनन्तरं लिङ्निमित्ते लिङ् क्रियाधिपत्यौ धातौ. अत्र लिङ्निमित्तम् अस्ति, हेतुमान्भवः अस्ति. भविष्यत्कालार्थे धातुः लिङ्लकारः भवति इति सूत्रस्य अर्थः. न महोदय, न केवलं हेतु हेतुमद्भावः, अपि केनापि सूत्रेण यत्र लिङ्निमित्तम् अस्ति तदेव अपि अन्तर्भूतः अस्ति अस्मिन् सूत्रे. अस्मिन् सूत्रे अपि लिङ्निमित्ते परन्तु हेतु हेतुमान् अस्ति लिङ्निमित्ते. अत्र लिङ्निमित्तं तत्सूत्रेण भवति विकल्पेन, परन्तु सूत्रस्य नेक्स्ट् अनन्तरं लिङ्निमित्ते लिविङ्ग् क्रियाधिपत्यो अस्ति. अत्र प्रथमसूत्रे हेतुहेतुमत्तो हेतुहेतुमान् एव अस्ति बट् परन्तु लिङ्निमित्तं नास्ति किल लिङ्निमित्तं तत्रापि अस्ति हेतुहेतुमद्भाव लिङ् किन्तु लिङ्निमित्ते लिङ् क्रियाति पतौ तत्र हेतुहेतुमा भाव भवेत् या न भवेत् किन्तु अन्यकारणानि लिङ्निमित्ते सन्ति चेत् क्रियातिपति अस्ति तत्र अपि लिङ् लकारः भवितुं शक्नोति. द्वितीयवाक्यं पठतु. हेतुहेतुमतो लिङ् इति एवम् अधिकं लिङ्गो निमित्तम्. अस्तु भगिनि, प्रश्नः अस्ति हेतुहेतुमान् इत्यनेव बस् अर्थात् धातुतः विकल्पेन लिङ्ग् भवति इति वदामः चेत् सम्यक् नास्ति वा? कार्यकारणभावे इत्यस्य अर्थः किं? हेतुहेतुमान् एव वा इति अस्ति? इति अपि एक विशेषसूत्रमस्ति लिङ् प्रत्यय कृते. किन्तु लिङ् लकार कृते न केवलं हेतुहेतुमद्भाव आवश्यकं किन्तु अन्ये लिङ् निमित्तानि ये सन्ति तेषां योगे अपि लिङ् लकार भवितुं शक्नोति. आं भगिनि, मम प्रश्नः अस्ति अत्र हेतु च हेतुमान् अनन्तरं कार्यकारणभावे इति अस्ति किल, द्वयोः अर्थयोः समानम् एव वा अन्य? द्वयोः अर्थः समानम् अस्ति. हेतु हेतुमान् भाव कार्यकारणभाव समानमेव अस्ति. समानं किमर्थं तं द्वयोः उभयोः अस्ति अत्र? कारण कि हेतु मीन्स् कारण, हेतुमान् अस्ति मीन्स् कार्यम् अस्ति. चेति हेतु हेतुमद्भाव कार्यकारण भाव हेतु इस् कारण हेतुमान् हेतुमत् यत् अस्ति इति समासः अस्ति. तु हेतुमत् प्रातिपदिकम् अस्ति तो तत् इति भवति कार्यं. तु अस्मिन् प्रसङ्गे यत्र क्रियातिपत्तिः अस्ति अपि अन्यानि लिङ्निमित्तानि यत्र सन्ति तत्र अपि लिङ्लकार क्रियातिपत्तिः अस्ति चेत् लिङ्लकारस्य प्रयोगः भवति. अवगतम्. कार्यकारणभावे अपि वक्तुम् अवश्य अत्र हेतुहेतुमान् इति अर्थात् धातोः विकल्पेन लिङ्ग् भवति इति वदामः चेत् सम्यक् नास्ति वा? सम्यक् अस्ति किन्तु केवलं तत् नास्ति लिङ् निमित्तम्. ओ अस्तु अस्तु. अपि अन्य हेतुहेतुमद्भाव प्लस् यु नो प्लस् अर्थेन दत्तम्. ओके ओके, इदानीमेव अवगतं. क्षम्यतां भगिनि, इति बहु क्लेशः आसीत् कारणं कि महोदय पूर्वं न इति पाठितवान् हेतुहेतुमद्भाव यत्र अस्ति क्रियातिपत्ति अस्ति चेत् इति अस्ति किन्तु तदनन्तरं समीचीन करेक्ट् कृतवान्. तथैव भव्या भगिनी प्रथमं फ्लो चार्ट् अस्ति तत्र इति महोदय न स्वीकृतवान् कारण कि लिङ्ग् निमित्तं सा न लिखितवती. लिङ्ग् निमित्तं अस्तु भगिनि. सेकेण्ड् सेण्टेन्स् हेतु हेतु लिङ्ग् इत्यस्य सूत्रे सेकेण्ड् सेण्टेन्स् अस्ति हेतु कारणं तदेव पठितुं पृष्टवती वा? हेतु हेतु मतो लिङ्ग् इति एवम् अधिकं लिङ्गो निमित्तम् इति सेकेण्ड् सेण्टेन्स् लिङ्ग् निमित्ते लिङ्ग् क्रियाति पतो यत्र अस्ति तत्र. अस्तु अग्रे अपि इति वक्तव्यं नित्यम् अस्ति भविष्यकाले लिङ्ग् निमित्ते लिङ्ग् क्रियातिपतौ भविष्यत्काले नित्यं भवति. भविष्यत्काले क्रियातिपति इत्युक्तौ क्रियायाः असिद्धत्वम् अनन्तरं भविष्यति अनुवर्तते वा सेण्टेन्स् अस्ति? भविष्यति इति भविष्यत्काल इति नास्ति किन्तु भविष्यार्थे इति भवति इति अत्र अनुवृत्तिसूत्रमस्ति, लिङ्निमित्ते भविष्यति धातोः लिङ् प्रत्ययपरश्च क्रियातिपत्तौ, तत्र नित्यं न लिखितमस्ति, किन्तु नित्यम् अस्ति. धन्यवादः. अस्तु भूतेच पठामः वा? भूतेच सूत्रम् अस्ति, संक्षेपे यथा वयं किं भगिनि अहं न अवदम्, संक्षेपे कुर्मः. अस्तु अस्तु. भूतेच इति सूत्रस्य तदेव संक्षेपे एव अहं वदामः वा भवान् वदति वा? ओके, अहं वदामि. भूते च इति लिङ् निमित्तं यत्र अस्ति, अपि हेतु हेतुमद्भावात् अस्मिन् प्रसङ्गे भूतकाल अर्थे क्रियातिपति चेत् लिङ् निमित्ते तत्र धातोः लिङ् प्रत्ययः भवति. किन्तु भूते च इति अधिकारसूत्रम् अस्ति, तदनन्तरम् आगच्छति वोत्ताप्यो इति सूत्रं. वोत्ताप्यो मीन्स् उत्ताप्यो समर्थयो लिङ्. तस्मात् आदौ यत् सूत्रमस्ति 333-151 पर्यन्तं वोत्ताप्यो इत्यस्य अधिकारः अस्ति. वोत्ताप्यो इत्युक्ते लिङ् निमित्ते लिङ् वाक्यातिपत्तौ विकल्पेन लिङ्लकारस्य लिङ् प्रयोगः भवति इति अस्ति वोत्ताप्यो. सो भूते च वोत्ताप्यो इति अधिकारसूत्राणि सूत्रे स्तः. तदनन्तरमस्ति गर्हायां लत् अपि जात्वोः इति. गर्हायाम् इति सप्तमी विषयसप्तमी अस्ति. गर्हाया अर्थे लत् लकारविधानं भवति, अपि जातु इति उपपदे योगे सति इति भवति. तो यदि निन्दार्थे अपि जातु ये द्वयं उपपदानि अस्ति सः, तत्र लट् लकारस्य प्रयोगः भवति इति. सामान्यकाल भवति, सर्वे कालेषु लट् लकार एव भवति. तो इति अन्य लकाराणाम् अपवादः इति वक्तुं शक्नुमः. अति लङ् प्रकरणे, लिङ् प्रकरणे कथं गर्हायां लट् अपि जातु अस्ति? अत्र तु लिङ् प्रयोगः एव नास्ति, अत्र लिङ् प्रयोगः नास्ति, अतः लिङ् लकार अपि न भवति. किन्तु गर्हा अर्थे अति तस्य अनुवृत्ति अपेक्षितम्, अतः अस्मिन् प्रकरणे इति सूत्रं दत्तमस्ति. तो अनुवृत्तिसूत्रम् अस्ति गर्हायाम् अपि जात्वो धातो लत् प्रत्यय परश्च. गर्हायाम् इति विषयसप्तमी, अपि जात्वोः इति अपि जातु तयोः इति भवति. धातोः तः लत् लकारस्य प्रयोगः भवति, प्रत्ययपरश्च इति अधिकारः अस्ति. तदनन्तरमस्ति विभाषा कथमि लिङ् च. यदि गर्हाया अर्थे कथम् इति शब्दस्य प्रयोगयोगे लिङ् लकारस्य विधानमस्ति च, अनेन लट् लकारः अपि पूर्वसूत्रात् आगच्छति. तो इति विभाषा अस्ति विकल्पेन, यत्र लट् वा लिङ् प्रयोगः नास्ति तत्र अन्यलकाराः लङ् लोङ् लुट् लुट् च अपि भवन्ति इति अस्ति. तो अस्मिन् सूत्रे अस्ति अनुवृत्तिसहितसूत्रमस्मि कथमि गर्हायां धातो लिङ् विभाषा लच्च प्रत्ययपरश्च लिङ् निमित्ते भूते च वा लिङ् क्रियातिपत्तौ कथमि सप्तमी विभक्ति. तु उपपदसप्तमी अस्ति. कथम् इति योगे गर्हायां विषयसप्तमी, गर्हायाम् अपि तस्मिन् विषये धातोः पञ्चमी भक्ति, परतः धातोः उत्तरस्य लिङ् विधानं विभाषा इति भवति विकल्पेन. लट् च अपि लट् लकारस्य प्रयोगः भवति. विभाषा इति यदि लिङ् वा लट् प्रयोगः नास्ति, तत्र अन्यलकारः लङ् लुङ् लुट् लुच् अपि भव लुच् भवति, अपि लिङ् निमित्तम् अस्ति तत्र भूते च विकल्पेन लिङ्लकारस्य प्रयोगः भवति, भविष्यकाले नित्यं लिङ्लकारः भवति क्रियातिपत्ति अस्ति चेत् इति अस्ति। अग्रे भवान् करोतु, किं वृत्ते लिङ् लुटौ। अस्तु भगिनि, प्रश्नः अस्ति, भवान् उक्तवती किल गर्हायां यदि विशेषसप्तमी अन्यसप्तमी अपि अस्ति, द्वयोः भेदः कः कुत्र भवति इति? एकं सूत्रमस्ति सप्तमी स्थितम् इति वयं पूर्वं दृष्टवन्तः, यदा वयं कृत्वा यक् इति ल्यप् प्रत्यय कृतवन्तः तत्र। यदि सप्तमी विभक् सूत्र सप् सूत्रे सप्तमी विभक्ति निर्दिष्टम् अस्ति तत्र उपपद सप्तमी भवति, तो कथम् अपि जातु ये सप्तमी विभक्त्यां सन्ति तो ते तेषाम् उपपदविभक्ति भवति। घरायाम् इति विषय सप्तमी भवति, कति इति घरा अर्थे इति भवति, इति घरायां विषय सप्तमी आगच्छति। अर्थेन भवति गर्भायां कारणेन भवति इति अस्ति चेत् अत्र विशेषसप्तमी वा? आमां, गर्हायां किं विषयः अस्ति, गरार्थः अस्ति या अग्रे यदि वयं चित्रीकरणम् अव इति अद्भुतया इति आश्चर्यार्थे अस्ति या अन्वय अमर्षयो अन्वक्लिप्ति अमर्षयो तत्र असम्भवायाम् इति विषयः तत्रापि अन्य सप्तमी उक्तवती किल, किं सप्तमी? उपपदसप्तमी इति सप्तमी स्थितम् उप इति सूत्रमस्ति, सप्तमी स्थितम् उपपदे अस्ति इति समानं भवति सती सप्तमी एव तस्य उपयोगः सती सप्तमी एव भवति। कुत्र सप्तमी विषय अस्ति कुत्र भगिनि? इति वर्गे चिन्तितवन्तः इति नेक्स्ट् अनन्तरं वदतु, नेक्स्ट् क्लास् अवश्यं। अहं शोधनं करोमि वा तत्र ल्यप् लकार ल्यप् कृत्वा इति कृतवन्तः तत्र अस्ति सप्तमी, मम पार्श्वे अन्य इदानीं कृत्वा अनन्तरं पश्यामः। किं कृते लिङ् लुट वदामि वा? आमां, किं किं कृते सूत्राणि द्वयं भवान्? अस्तु अस्तु, किं कृते लिङ् लुट इति सूत्रं वदति अत्र? किमृते अस्ति चेत् इत्युक्ते प्रश्नवाचकः किम् अस्ति इति प्रश्नवाचकः अस्ति चेत् कः कदर कथम् इति अस्ति चेत् धातुतः विधिलिङ् भवति लिट् अपि भवति, परन्तु गर्हायम् इति अर्थेन अस्ति चेदेव अत्र लिङ् अपि लिट् अपि भवति इति सूत्रस्य अर्थः। अनन्तरम् अणुक्लृत्य अमृषयोर् किम् अमृषयोर् किमृते अपि इत्युक्ते अनवकृति इति सम्भावनायाम् अमर्ष इति अर्थः आसज्ञायाम् अत्र किमृते इति सप्तमी, किमृते इति प्रश्नः अस्ति चेदपि नास्ति चेदपि लिङ् अपि धातुतः लिङ् अपि भवति लिरिट् अपि भवति इति तेष त्रिषु कालेषु अपि भवति इति, परन्तु अत्र गर्हायम् इति नास्ति अत्र। अपि लिङ् निमित्ते लिङ् क्रियातिपत्र तदपि अस्ति, यत्र च लिङ् अस्ति तत्र लिङ् भवति। किं यत्र यत्र लिङ् लकारस्य प्रयोगः अस्ति अस्मिन् सूत्रे अपि लिङ् निमित्ते भूते च वा भविष्यत्काले लिङ् क्रियाति लिङ् क्रियातिपत्रौ यत्र अस्ति। यस् यस्, धन्यवादः धन्यवादः। तदपि वक्तव्यं दत्तमेव वक्तुम् अहं न श्रुतवान्. धन्यवाद. नास्ति, अहं सर्वे स्मरामः. परन्तु भवान् एक्स्पर्ट्. न न, एक्स्पर्ट् नास्मि महोदय. ध्वनिमुद्रा शृणोति महोदयस्य वर्गस्य ध्वनिमुद्रा प्रत्येकं प्रत्येकस्मिन् वर्गे सर्वाणि सूत्राणि संक्षेप को न कोऽपि वदति. सम् प्राब्लम् अस्ति नेट्वर्क् मध्ये. एस्टर्डेस् करपत् ध्वनिमुद्रां न प्राप्तवान् बहुवारं ट्रैड्. ओ, किमर्थं चेत् ऐ डो नोट् वेन् यु क्लिक् द रिङ्ग् लकार तत्र आगच्छति अस्मिन् अस्मिन् पाठे एव. अस्तु भगिनि, सदा सदा नमः. तदेव प्राप्तवान् ध्वनिमुद्रम्. परन्तु दिस् वीक् न, दिस् बुधवासरे अहं तु प्राप्तवती. तत्त्वम् अहं न प्राप्तवान्. अस्तु, अहं भवान् प्रेषयामि. अस्तु अस्तु, भवान् एव. अस्तु, किङ्किला अर्थेषु लिट् लकार भवति. अत्र यदि किङ्किला इत्युक्ते क्रोध भवति, क्रोधार्थे अपि असम्भवानायाम् असहनायाम् अचि इति अस्ति इति उपपद. किङ्किला असम्भवानायाम् असहनायाम् एतेषु अर्थे लिट् लकारस्य प्रयोगः भवति. अत्र केवलं लिट् लकारस्य प्रयोगः अस्ति, लिङ्ग् लकारस्य प्रयोगः नास्ति. यथा वयं पूर्वं दृष्टवन्तः लट् अपि जातोः तत्र केवलं लट् लकारस्य प्रयोगः अस्ति, किन्तु लिङ्ग् लकारस्य प्रयोगः नास्ति तत्र. अतः लिङ्ग् लकारः न अभवत्. समानरीत्या अस्मिन् सूत्रे अपि केवलं लिट् लकारस्य प्रयोगः अस्ति, लिङ्ग् लकारस्य प्रयोगः नास्ति. अतः अत्र अपि लिङ्ग् लकारस्य प्रयोगः न भवति. अत्र केवलं किङ्किला लुट् लकारस्य इति अनुवृत्ति भवेत् अग्रे सूत्रे. अतः अनुवृत्तिकारणम् इति सूत्रं दत्तमस्ति. सो अन्वक्लिपि अनुवृत्तिसहितसूत्रमस्ति. अन्वक्लिप्तमर्षयोः किङ्किला अस्ति अर्थेषु धातोः लुट् प्रत्ययः परश्च. तु अन्वक्लिप्ति अमर्षयो इति विषयसप्तमी अस्ति. असम्भवायाम् असनायां किङ्किलार्थेषु क्रोधार्थे लिट् लकारस्य प्रयोगः भवति. प्रत्ययः परश्च इति इत्यस्य अधिकारः अस्ति. अग्रे अस्ति जातु यदो लिङ्. तो अत्र जातु यदो इति जातु यदि इत्यस्य सप्तमी भक्ति जातु यदो आगच्छति. तु जातु यदो उपपदे सति लिङ्लकारस्य प्रयोगः भवति असम्भवानायां वा असनायाम् अर्थे. अस्मिन् सूत्रे यदा यद्यो उपसङ्ख्यानाम् इति वार्तिकेन द्वयम् अन्य उपपदानि आगच्छतः यदा अपि यदि. तो प्रथमं क्षम्यताम्, अहं दोषेन उक्तवती. जातु यदो मीन्स् जातु यत् इति यत् अस्ति. जातु यद् उपपदे सति यदा यद्योः उपसङ्ख्यानां तत्र अस्ति यदा यदि इति अस्ति. तो आहत्य चत्वार उपपदानि सन्ति जातु यत् यदा यदि. तयोः योगे असम्भवानायाम् असनायाम् अर्थे धातोः लिङ् प्रत्ययस्य प्रयोगः भवति. लिङ् निमित्ते क्रियातिपति चेत् भूते विकल्पेन भविष्यत्कृते नित्यं लिङ्लकारस्य प्रयोगः भवति. अस्तु, अत्र सन्देहः अस्ति. अत्र जातु यत् इति उपपदेशति इति अत्र दत्तं, परन्तु गर्घाय लटपि जातौ इति चेत् अपि जातु इति प्रयोगे अस्ति चेत् इति दत्तमस्ति. किं भेदः तत्रापि उपपते वा? न न, गरायां लट् अपि जातौ, तत्र तु लट् लकार अस्ति, तत् लिङ्ग् नैव नास्ति एव. न भगिनि, ऐम् आस्किङ्ग् अत्र जातु, नो जातु अपि यदि असम्भवायां अन्नक्लिप्ति वा मर्श ते जातु इत्यस्य उपपदम् अस्ति, तत्र लिङ्ग्लकार अस्ति. अत्र गरायामर्थं नास्ति. भगिनि मम प्रश्नः अस्ति, अत्र जातु अपि इति प्रयोगः अस्ति इति वाक्यमस्ति, परन्तु उपपदे इति नास्ति तत्र. अत्र जातु यतो लिङ्ग् इत्यस्य जातु यत् उपपदे सति इति ओके, अहम् अवगच्छामि भवतः प्रश्न. किन्तु यदि गरायां लट् जातो अस्ति, तत्र अपि उपपदम् अस्ति जातु लट् अपि उपयोगं कुर्मः वा प्रयोग? धन्यवाद, मम प्रश्नः अस्ति तदेव सन्देहः. अस्तु भगिनि, तत्र यदि जातु लटो यदि क्षम्यतां, तत् सूत्रमस्ति किमस्ति, जातु यदो लट् रै, गर्हायां लट् अपि जातो, तत्र सप्तम्या विभक्त्यां न दत्तमस्ति लट् अपि, साक्षात् प्रथमा विभक्त्याम् अस्ति इति. गर्हायां प्रथमावति सप्तमी नास्ति वा? लट् अपि जात्वोः लट् लकार, एकनिमिषं महोदय, अत्र समस्य मीनिङ्ग् अस्ति अधः विशेषसप्तमी इति नास्ति वा? सि सि पठतु, गरायां लट् अपि जातो सेकेण्ड् लास्ट्, गरायां सप्तम्यन्तं लट् प्रथमान्तम् अपि जातो सप्तम्यमन्तम् अपि जातो सप्तम्यमन्तम्, हा सो तत्रापि सप्तम्यमन्तम् इति उपपदसति. उपपदसप्तमी वा? विषयसप्तमी नास्ति वा? गर्हायां गरायां गरायां भवति विषयसप्तमी, अपि जातु उपपदसप्तमी भवति, कारणं कि सप्तम्यां विभक्त्यां निर्दिष्टम् अस्ति सूत्रे. अस्तु, लट् अपि जातो दट् अपि विशेषसप्तमी, किं सप्तमी दट् अपि सप्तमी अस्ति वा अत्र? आम् आम्, लट् अपि इति दत्तमस्ति, पठतु अपि आम् आम् दट् विशेषसप्तमी. आम्, गर्गायां विशेषसप्तमी, लट् अपि जातो तत् अपि धन्यवादः. सप्तमी वयं वदामः उपपदसप्तमी यदि सप्तम्या विभक्त्यां निर्दिष्टम् अस्ति सूत्रं, ये अव्ययानि पदानि अहं चिन्तयामि प्रायः सन्ति ते, तदनन्तरं विषयसप्तमी आगच्छति, निमित्तं सप्तमी आगच्छति, परसप्तमी आगच्छति. तो परसप्तमी इति साक्षात् परे अस्ति इति अस्ति परसप्तमी, निमित्तं सप्तमी अत्र इति कारणं भवति, तदस्ति निमित्तं सप्तमी. यथा वयं वदामः इको यणचि, इको यणचि तत्र इति इकः स्थाने यण् अचि परे, तो च परसप्तमी अस्ति इको यणचि, साक्षात् अच् अच् प्रत्याहारपर अस्ति यणस्य. साधु यदि अपि धन्यवादः यद्यपि इति भवति साधु तु इति परसप्तमी भवति साक्षात् अस्ति निमित्तसप्तमी तस्य धारणं किं भवति भवान् चिन्तयतु निमित्तसप्तमी अर्थेषु अहं न जानामि न इति वारं वारं वदति वर्गे तु इति अहं मम मनसि इदानीम् आगच्छति अस्तु अग्रे भवान् यच्चयत्रयोः इति सूत्रं वदति तदेव अर्थेन असम्भावनायां च असहनायां च अर्थेन यच्च दिवपदेशति अत्र लिङ्ग् भवति इति सूत्रं वदति लिङ्ग् अस्ति लिम्लिङ्गम् अस्ति इति कारणेन अत्रापि अनवकृत्यांशयोः लिङ्गमस्ति इति कारणेन भूते च क्रियादिभवतु धातुतः लिङ्गं भवति विकल्पेन अस्तु अत्र जातु यदो लिङ् अपि यच्च यत्रयोः द्वयोः यत् व्याख्या अस्ति समानमस्ति अन्वक्लिप्ति अमर्ष अर्थे लिङ्लकारस्य प्रयोगः भवति कथं यच्च यत्रय इति एकसूत्रं न कृतमस्ति अत्र जातु यदो लिङ् अस्मिन् सूत्रे जातु यत् उपपदे सति असम्भवनायां वा असहनायाम् अर्थे लिङ् भवति अस्तु यच्च यत्रयो यच्च यत्र उपपदे सति असम्भवनायाम् असहनायाम् अर्थे लिङ् भवति कथं द्वयं सूत्रम् एकं न कृतम् एकस्मिन् सूत्रे एव न निवेश नास्ति पृथक् पृथक् कृतमस्ति कारणं किम् अस्ति तस्य जाति सूत्रं अन्य अग्रे अनुवर्तते नास्ति चिन्तयामि आमाम् अग्रे यच्च यत्रयो तस्य अनुवृत्तिः आगच्छति इति कारणे इति पृथक् कृतमस्ति अपि यच्च यत्र अस्ति यच्च यत्रयो अनेन सूत्रेण यत् यति अस्ति च अव्यय योगे तु इति सङ्घातः अस्ति तत्र यच्च इति भवेत् न केवलं यत् यत्र जातु यतो लिङ् अस्ति तत्र यत् पृथक् अस्ति किन्तु अस्मिन् सूत्रे यच्च अस्ति च यत् यच्च इति भवेत् न तु यतो केवलम् अपि यच्च इत्यस्य अर्थः यत् च यत्र इति नास्ति वा न न यच्च यत्र इति नास्ति यति इति द्वितीय पङ्क्ति पश्यतु यच्च इति पदं यत् च इत्यनयोः अव्ययोः सङ्घातः मीन्स् युगपद् यत् च इति प्रयुक्तमस्ति यत् च इत्यनयोः अव्ययोः अर्थः यत् टुगेदर् इट् हेस् टु बी प्रोनौन्स्ड् यत् यत् सेपरेट्लि न प्रीवियस् सूत्रे केवलं यत् इत्यस्य प्रयोगः अस्ति यथा भवान् इति उदाहरणं पश्यतु यत् त्वा दृशो हरिं निन्देत् मर्षयामि यत् त्वा दृशो हरि निन्देत् मर्षयामि अस्मिन् सूत्रे उदाहरणं यच्च त्वमेवं कुर्यां न श्रद्धे अहं कल्पनां कर्तुं न शक्नोमि यत् त्वम् एवम् अकरोः. तु यच्च अस्ति अस्ति यत् नास्ति अस्मिन्. तु यत् च सङ्घातः अस्ति, युगपद् प्रयोगः अस्ति अत्र. इत्युक्ते संयोजनमस्ति यत् प्लस् अस्तु तदेव मम प्रश्नः तेषु अर्थः वा अहम् आम् संयोजनमस्ति यत् अवयं द्वयं यत् च तयोः संयोजनं तदनन्तरं सोष्णाश्चु इति सन्धिः अस्ति यत् च इति भवति. धन्यवादः. इदानीं वयं दृष्टवन्तः यच्च यत्र यत्र तत्र अन्वक्लिप्ति अर्थयो लिङ्लकारः तस्मात् पूर्वमस्ति जातु यदो किन्तु यत् अत्रापि अस्ति तत्र लिङ्लकारः अस्ति. अस्तु अग्रे अहं पठामि. गणायाश्च यच्च यत्र इति उपपदे सति गणायां धातु लिङ् भवति इति समान निमित्तानि गणायां च यच्च यत्र उपपदे सति किन्तु विषयभिन्नम् अस्ति. विषयगणायाम् अत्र अस्ति. पूर्वसूत्रे विषयमस्ति अन्वक्लिप्ति अमर्षय अर्थे इति विषय आम् तदपि विषयसप्तमी अनुक्लिप्ति अमर्षयोः आम् धन्यवादः. तत्र अनुवृत्तिसहितसूत्रमस्ति गणायां यच्च यत्रयोः धातो लिङ् प्रत्यय परश्च लिङ् निमित्ते भूते च वाल् लिङ् क्रियातिपतौ. सो गरायाम् इति विषयसप्तमी इति अर्थे यच्च यत्रयोः द्वयोः इति उपपदः सप्तमी अस्ति. धातोः इति पञ्चमी भक्ति धातोः परतः लिङ् प्रत्ययः आगच्छति परश्च इति अधिकारः अस्ति. लिङ् निमित्ते यत्र लिङ् निमित्तमस्ति भूते इति विकल्पेन भवति वाल्लिङ्ग् विकल्पेन लिङ्ग् क्रियातिपतौ वयं जानीमः भविष्यकाला भविष्यत् अर्थे नित्यं भवति इति अस्ति. अपि अस्मिन् सूत्रे यत् पूर्वं यदा यद्योः उपसङ्ख्यानां तस्य उपयोगः नास्ति. अपि यत्र यच्च तत्रापि नास्ति यदा यदयोः उपसङ्ख्यानाम्. अस्तु अग्रे भवान् करोतु. चित्रीकरणार्थे च इति सूत्रमस्ति यच्च यत्र इति उपपदेशति अतः अस्ति चित्रीकरणार्थे इत्युक्ते आचर्येन इति भवति चेत् ततः लिङ्ग् एव भवति इति सूत्रेण अपि लिङ्ग् भवति परन्तु गर्हायम् इति अत्रेण इति अर्थेन भवति अत्र आचार्यवत् इति अर्थेन चित्रकरणार्थे भवति लिङ्ग् भवति. आहत्य त्रीणि सूत्राणि पृथक् पृथक् त्रयविषयाः किन्तु उपपदं समानं. पूर्वमस्ति यत् यत्रयो तत्र अन्वक्लिप्ति अमर्षयो अर्थे. द्वितीयमस्ति गर्हायां च अस्मिन् च यच्च यत्रयो गरा अर्थे. तृतीयं भवति चित्रीकरणे इति अत्र अद्भुततया इति आश्चर्य अर्थे अस्ति यच्च यत्रस्य उपयोगः. लिङ् निमित्ते क्रियातिपत्तिः अस्ति चेत् लिङ्लकारः भवति भूते इति भवति विकल्पेन भविष्यत्काले इति भवति नृत्यम्. धन्यवादः. अस्तु तु इदानीम् अहं पठामः शेषे भवान् पठति. अहं पठामि. अस्तु अस्तु शेषे लिट् यदौ तृतीय अध्यायस तृतीयपादे एकपञ्चाशत् अधिकम् एकशतं सूत्रम् इति अहं संख्या कथं पठितवती कारणं कि एतस्मिन् सूत्रपर्यन्तम् एतत् सूत्रपर्यन्तम् एव उत्थाप्यो भूते च तस्य अधिकारः आगच्छति. तस्मात् परं भूते च ओप्तापयस्य अधिकारः अपगच्छति. आमाम् अस्ति. शेषे नाम बहु सम्यक् अस्ति. थैंक यू भगिनी, धन्यवादः. महोदय भगिनी सम्यक् ध्वनिमन्त्रं श्रुतवान् न तदेव अहं चिन्तितवान्, परन्तु गतवर्गे ऐ एम् नाट् एबल् टु रिसीव् दट् ध्वनिमन्त्रं. ऐ डो नो, अहं पेषामि भवान्. ओके, सम् प्राब्लम् अस्ति, सम् वेदर् free conference something like that. I think I know, when I was in India I could not get it in the Vyakaran, so she changed it to Sanskrit one and it would not come, only it wouldn't go. Idani paryantam paryantam praptavan parantu gatavarge I am not able to. I don't know why. Okay, I got it, so I'll send you. Okay, thank you. Sheshe lir jadau, sheshe नाम यत्र यच्च यत्र न स्तः. यदि भिन्न अव्यय उपपदे सति चित्रीकरणार्थ गम्यमानः चेत् धातो लिट् लकार भवति. शेषे इत्यनेन यच्च यत्राभ्यां भिन्नम्, अयदो इत्यनेन यदि भिन्नं तत् सदृशम् अव्ययम् इत्युक्ते अत्र पर्युदासः अस्ति. यच्च यत्र यदि इति अव्ययानि न स्युः, परन्तु तानि त्यक्त्वा किमपि अव्ययं भवेत्, अपि च चित्रीकरणार्थः गम्यमानः भवेत्. एतौ द्वौ निमित्तौ उपस्थितौ चेत् लिट् लकार न तु विधिलिङ्ग्. काशिकायां यच्च यत्राभ्याम् अन्यत्र चित्रीकरणं शेषः. शेष उपपदे चित्रीकरणे गम्यमाने धातोः लिट् प्रत्ययो भवति. यदि शब्द चेत् न प्रयुज्यते, सर्वलकाराणाम् अपवादः. सिद्धान्तकौमुद्यां यच्च यत्राभ्याम् अन्यस्मिन् उपपदे चित्रीकरणे गम्ये धातो लिट् स्यात्. लिङ्निमित्तस्य अभावे लिङ् अवसरः अपि नास्ति. अतः यथा घरायां लट् अपि जात्वोः इत्यस्य स्थले अत्रापि सूत्रं केवलम् अत्र स्थापितम् अनुवृत्त्यर्थं. ततः भूते च वोताप्योः इत्यनयोः अत्र प्रसक्ति नास्ति. न यदि अयदि तस्मिन् अयदौ नै तत्पुरुषः. शेषे सप्तम्यन्तं लिट् प्रथमान्तम्, अयदौ सप्तम्यन्तं त्रिपदमिदं सूत्रं. चित्रीकरणे च इत्यस्मात् चित्रीकरणे इत्यस्य अनुवृत्तिः. प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं. शेषे अयदौ चित्रीकरणे धातोः लिट् प्रत्ययः परश्च. अस्तु, शेषे लिट् यदौ इति यथा वयं सूत्रं द्वयं पूर्वं दृष्टवन्तः. लट् अपि जातु गर्हायां लट् अपि जातो अपि किङ्कलार्थेषु लिट् तृतीयसूत्रमस्ति. शेषे लिट् यदौ अस्मिन् प्रकरणे ये त्रीणि सूत्राणि सन्ति यत्र लिङ् निमित्तं नास्ति, केवलम् अनुवृत्ति कारणे इति सूत्राणि दत्तमस्ति अत्र. अद्वितीकारे सूत्राणि दत्तानि अत्र. तो अत्र किमस्ति, शेषे शेषे युक्ते यच्च यत्र विहाय पूर्वसूत्रमस्ति चित्रीकरणे च. तत्र यत्र यच्च इति उपपदे सति चित्रीकरणे. इदानीं यच्च यत्र विहाय यच्च यत्र वर्जित्वा अपि यदि इति तस्य अयदौ इत्युक्ते यदि इत्यस्य सप्तमी विभक्ति तु इति अस्ति. यदि भिन्न तु त्रीणि ये उपपदानि न स्युः, यत्र यच्च यदि एते एते उपपदे विहाय अन्य उपपदानि सन्ति चेत् चित्रीकरण अर्थे लिङ्ग् लिट् लकारस्य उपयोगः अस्ति. तु अत्र पर्युदास इत्युक्ते कारण कि पर्युदास इति पर्युदास इति अयदौ इति यत् अस्ति नै तत्पुरुषसमास न यदि अस्ति. न यदि इत्युक्ते यत्र यदि इत्यस्य उपयोगः नास्ति, किन्तु यदि भिन्नं भवेत् तु यदि भिन्नम् अन्य सूत्राणि अन्य अव्ययपदानि यत्र आगच्छति तत्र आश्चर्यार्थे यानि चित्रीकरणार्थे लिट् लकारस्य प्रयोगः अस्ति. इदानीम् अत्र लिङ्ग् लकारस्य प्रयोगः नास्ति, अतः लिङ्ग् लकारस्य प्रयोगः अपि न भवति अस्मिन् कृते. अपि लिट् लकार योजितम् अस्ति केवलं अत्र अनुवृत्तिकारणम् इति दत्तमस्ति. अपि शेषे इत्यस्य अर्थं किम् अस्ति महोदय पृष्टवान्, शेषे इति शब्दार्थः किम् अस्ति? अत्र वयं फलित अर्थं वयं वदामः यच्च यत्र विहाय अन्य अवयपदानि सन्ति चेत् इति फलित अर्थमस्ति. शब्द अर्थ शेषे इत्यस्य शब्द अर्थ जानाति? सोफार् नाट् यत्र अत्र इति अन्यत्र इति शेषे मीन्स् शेषे इत्यस्य महोदय उक्तवान् समाप्तम् अन्तमपि अर्थ आगच्छति, किन्तु अस्मिन् सूत्रे अवशिष्ट अस्ति, न तु समाप्तम् अन्तम्. अहं न ज्ञातवती समाप्तम् अर्थ अपि अन्तं शेषे इत्यस्य अर्थः अस्ति इति नूतन इति न लिखितमस्ति, किन्तु महोदय वर्गे उक्तवान्. ओके, अग्रिमं परिच्छेदम् अहं पठामि, तदनन्तरं भवान् पठतु वा. अस्तु, काशिकायां निगमनम् अस्ति, आश्चर्यचित्रम् अद्भुतम्, अन्धो नाम पर्वतम् आरोक्षति, बधिरो नाम व्याकरणम् अधियेष्यते, अन्ध इत्यनेन यः द्रष्टुं न शक्नोति, बधर इत्यनेन यः श्रोतुं न शक्नोति, अन्धः पर्वतम् आरोहति चेत्, बधिरः व्याकरणं पठति चेत् महत् आश्चर्यं, नाम इति अव्ययं तेन च अव्ययेन आश्चर्यं चित्रम् अद्भुतम् इति अर्थः द्योतितः भवति. अतः रूह धातो लिट् लकार भवति. आश्चर्यम् अन्धो नाम कृष्ण द्रक्ष्यति इति उदाहरणं सिद्धान्तकौमुद्यामपि तथैव. दृश् धातुतः लिट् लकारेण द्रक्ष्यति इति भवति. सो काशिकायां निगमनम् अस्ति इति उदाहरणम् अस्ति. आश्चर्यं चित्रम् अद्भुतम्, अन्धो नाम पर्वतम् आरोक्षति. तो आरोक्षति रुह् धातुतः तस्य लिट् लकारस्य प्रयोगः भवति रोक्षति. वयं जानीमः रुः इति अस्माकम् आवल्याम् अस्ति, हकारान्तधातु आवल्यम् अन्यत् अस्ति. तो तत्र रुः योगस्यति गुणः भवति, अत्र अन्यत् अस्ति, अत्र इदागमनासि तु रोक्षति इति भवति लिट् लकारस्य प्रयोगः. पर्वतम् आरोक्षति आ उपसर्ग यो आङ् उपसर्ग रुह् धातुतः आरोक्षति इति आगच्छति. तो अन्धो आश्चर्यमिति अहोकम् इति अन्ध कथं पर्वतम् आरोहति इति अस्ति. बधिरः श्रोतुं न शक्नोति इति बधिरः वदामः. तो कथं व्याकरणं अधियेष्यते इति इदानीम् ई धातु यत् ई इति अध्ययन पठनं कृते अस्ति. अधि उपसर्गपूर्व ई धातु तु अने ई योगस्यति यत् गुणः भवति. ए तदनन्तरं भवती आदेशप्रत्ययोनेन एष्यति अधियोग एष्यति तत्र इको यणचि अनेन अध्येष्यति इति रूपम् आगच्छति साधु एष अधि अधियोग इ अस्ति तु सर्वदा आत्मनेपदि अस्ति तु अधीयेष्यते इति अस्ति तु अत्र दत्तमस्ति आश्चर्य चित्रीकरणार्थे लिट् लकारस्य प्रयोगः अस्ति अन्धो नाम नाम इति अव्ययम् अस्ति तु इति यदि यच्च यत्र तस्य वर्जित्वा इति नाम इति अव्ययम् उपयोक्तुम् अस्ति अथ अत्र भवति तृतीय उदाहरणमस्ति सिद्धान्तकौमुद्याम् आश्चर्यम् अन्धो नाम कृष्णं द्रक्ष्यति तु दृश् धातुतः वयं जानीमः सृजि दृशो झलि अम् इति नित्यं भवति इति अस्ति साधु इति सूत्रमस्ति तत्र दृ योग अम् आगच्छति तु तत्र कोयणचयनेन दृ भवति स्यति द्रक्ष्यति भवति सो भगिनी अम् भवति इति उक्तवती किं किम् उक्तवती सृजि दशो झलि अम् इति सूत्रमस्ति एकनिमेषः अत्र नास्ति किल ओ आं तत्र वयं दृष्टवन्तः सृजि दशो झलि अम्क् इति सृज् विसर्गे दृशि प्रेषणे इत्यनो झलादि किति प्रत्यय परत अम् आगम भवति तदनन्तरम् इको यणचि यदि वयं प्रत्येकस्मिन् वर्गे आवली वदामः महोदयस्य वर्गे अर्धघण्टा तु तस्मिन् व्यपदति थेङ्क्यू इति थेङ्क्यू एव्रिथिङ्ग् अस्ति पुनः स्मरणम् आगतं मम रक्षति कथमिति आगच्छति न सम्यक्तया कथं भवति भवता मनसि अहं दातव्यम् आचरेण थेङ्क् यू भगिनि आचार्य स्मरणं भवति न No, that is a talent of the teacher, Bhagini. Smaranam asti, parantu chatraah, tadaiva acharya vadaniyam. Tadaiva. Astu. So, iti spashtam asti, sadhu. Iti sutram sheshele. Anin, anyas bhag bhavan karotu, tu bhavan iti... सम्यक् अवगमनं भवति भवत्या शेषेलिर्यदौ इति यत् इति सूत्रे यदि भिन्न अव्ययपदे सति लिट् इत्युक्तम् आयतौ किम् आश्चर्यं यदि अधीयत इति सिद्धान्तकौमुद्याम् अत्र आयतौ इत्यस्य दलसात् किं किम् आश्चर्यम् इति मूको अचीयत मूकः इत्युक्ते यः वक्तुं न शक्नोति उक्तवाक्ये च यदि पदेन आश्चर्यतः द्योत्यः भगिनि द्योतितः मूकः यदि अध्येतुम् आरभेत तर्हि एषाम् आश्चर्यम् आश्चर्यजनिका वार्ता स्यात् इति वाक्यार्थः अस्मिन् वाक्ये यदि शब्दः अस्ति चित्रीकरणार्थे अपि गम्यमानः किन्तु विधिलिङ्गकारः अस्ति न तु लिरिट् यदा दृश्ये वाक्ये लकारः न स्यात् तस्य निषेधार्थं च सूत्रे आयतौ इत्युक्तम् ओहो आयताविधिः किम् आचर्यं यदि च यदौति अयदावति इति एचो सन्धि कृतम् अस्ति भगिनि. यदि वयं पठामः तत्र सन्धि विभजनं कृत्वा पठनीयं भवति. तु अयदौ इति किम्? अयदावति इति लिखितमस्ति. अस्तु, एचो अयाव इति सूत्रेण जान्तवान्तसन्धि कृतम् अस्ति. तु अयदौ इति किम् इति पठितम्. अयदौ इति किम्? ओ अयदौ, अयत् प्लस् औ तदेव इति अयदौ योग इति. तो एचोवयाव सूत्रेण आव आदेश भवति, अयदावित्ति इति भवति. नवगतम्? अयत् प्लस् अयदौ, अयदौ योग इति सन्धि अस्ति. अयदौ योग इति सन्धि अस्ति. आं भगिनि, अयतौ अयतौ एव, अयतौ प्लस् औ वा? भगिनि, अयदाविति इति सन्धि योजितम् अस्ति. साधु, अयता इति. ओके ओके. अयदौ, अयदौ भगिनि, अयदौ अस्ति अत्र. कथं भवति इति भवान् वदति वा? अयद् आम् आम्. अयत् प्लस् अयत् अयदौ यदौ अयदौ योग इति अयदौ ओके ओके. अस्तु अस्तु, अयदौ. धन्यवादः धन्यवादः. तो यदि वयं पठामः तदानीं सन्धि विभजनं कृत्वा पठनीयमिति कोऽपि उक्तवान्? भवान् इदानीं भवानेव उक्तवती. नो, अहम् अति शुकमहोदय इति उक्तवान् वर्गे. शुकमहोदय वर्गे इति सन्धि विभजनं कृत्वा पठनीयं भवति. अस्तु, क्षम्यताम् अहं. भवान् आचार्यवत् पश्यामि भवान् कथं भवति इति. तत्र तत्र किं भवति इति स्मरणं करोति किल, तदेव तदेव अहं चिन्तितवान्. मनी बहुवारं भवान् कुत्र कुत्र किं किं वक्तव्यं चेत् भवान् वक्तुं वदति किल, तदेव आश्चर्यमेन स्मृतवान्. अस्तु, किमपि वदति वा भगिनि? भवान् प्रतिपादयतु. शेषे लिखितो वा? इदानीं पठितवान्. अस्तु अस्तु, सूत्रस्य अर्थः किम् इति वदामि चेत्, यदि भिन्न इत्युक्ते पूर्वं भवान् पठितवती यत्र यत्र यदि इति विना इति, तदेव अत्रापि शेषे लिट् यतौ इति सूत्रेण. शेषे इत्युक्ते यदि भिन्न, यदि यदि वा यच्च यत्र वा इति पदः अस्ति. भिन्न अर्थ विहाय अन्य अवयवपदः अस्ति चेत् तत्र लिट् भवति इति सूत्रस्य अर्थः. अयतौ किम् इत्यस्य अर्थौ अर्थः भवति. प्रश्नः अस्ति आश्चर्यम् इति स अधीत. अधीत मीन्स् पठितः वा? अधि योग इ धातु ईत इति लिङ्ग् लकारस्य विधिलिङ्ग् लकारस्य प्रथमा विभक् प्रथमपुरुषे एकवचनम् इत ओहो इत सः अधि इत तु अधि अधीत इति भवति अधीत लिङ्ग् लकारस्य प्रयोगः अस्ति इति अस्ति वयं सूत्रमस्ति शेषे लिट् जतौ तस्य यदि अत्र अस्ति तत्र लिट् लकारः न भवति इति अतः अत्र लिङ्ग् लकारस्य प्रयोगः अस्ति आश्चर्यं यदि तस्य दलसार्थक्यमस्ति न कथम् लिट् लकारस्य प्रयोगः नास्ति कारणं यदि दत्तमस्ति यदि योगे लिट् लकारः न भवति दासार्थं तस्य निकेतो तदेव किल तत् इति इङ्गितम् अत्र तथैव अति मूकम् अधि कथं मूकम् अधीयीत् वा द्वितीयम् उदाहरणमस्ति किमस्ति मूकम् अध्येतुम् आरभेत् मूकम् अध्येतुम् आरभेत् तत्र अस्ति यदि मूकं यदि अध्येतुम् आरभेत् आरभेत् अपि आरभ धातुतः ईत् इति अस्ति आ उपयोग उपसर्गयोग रब् धातु ईत् रब् अपि अन्यत् अस्ति भकारत धातु सुरभेत् इति रब् धातु आत्मनेपदे अस्ति आरभेत ईत ईत इति अस्ति प्रथमपुरुषे एकवचने अत्र अस्मिन् परिचये दत्तमस्ति कथं लिट् लकारस्य प्रयोगः नास्ति उत्तरमस्ति कारणं यदि इति उपपदमस्ति तस्य गम्यमान यदि गम्यमान लट् लकारस्य लिट् लकारप्रयोगः न भवति तत्र लिङ् लकारस्य प्रयोगः अस्ति खादेत् यदि स खादेत् तत्र अपि आश्चर्यस्य वार्ता स्यात् भुञ्जीत तदपि ईत् लिङ्लकारस्य प्रयोगः यदि आश्चर्य यदि स भुञ्जीत अस्तु अग्रे प्रकृतशेषे प्रकृतसूत्रे शेषे लिट् यदौ इत्यस्मिन् लिङ्निमित्त अभावात् लिरिङ् विकल्पो नास्ति लिङ्निमित्त अभावाति इह लिरिङ् न भवति इति काशिकाकारः करोति यथोक्तं पूर्वमपि यत्र लिङ् न भवति तत्र लिरिङ् प्राभवत् इति वाक्यं न प्रवर्तते अस्तु शेषे लिट् यदौ इति सूत्रे लिङ् निमित्तं नास्ति इति कारणेन लिङ्लकारः न भवति इति विशेषार्थः काशिकाकारो अपि लिङ्गन्त अभावे लिङ्ग् न भवति इति वदति पूर्वमपि यत्र लिङ्ग् नास्ति तदेव लिरिङ्ग् लिरिङ्ग् भूते चेव क्षम्यता भविष्यत्कालात् अपि भूतकालात् अपि न भवति इति तदेव लिरिङ्ग् इति न अत्र आवश्यकः एव नास्ति प्राप्स्य अस्तु अग्रिमसूत्रं भवान् पठति वा अहं पठामि पठतु भगिनि भवानेव पठतु तदेव सम्यक् अस्ति तदेव भवान् सम्यक् वदति न अहं न सम्यक् वक्तुम् इच्छा शक्नोति तदेव अहं भवान् पठतु इति उत्ताप्योः समर्थयोः लिङ् 33152 सी न इति सूत्रं यत् अस्ति इति पर्यन्तं वयं पूर्वं दृष्टवन्तः तत् भूते च उत्तापयोः अवोत्तापयो तस्य प्रयोग एकसूत्रं प्राक् आगच्छति तत् अस्ति शेषे लिध्यतो 133151 पर्यन्तं सो इति सूत्रे भूते च वोत्तापयो तस्य अधिकारः नास्ति अस्मिन् सूत्रे वयं ऊहां कर्तुं शक्नुमः उत्तापय समर्थयो लिङ् अत्र यदि भूते च भवति भूतकालार्थे तत्र लिङ् लकारप्रयोगः नित्यं भवेत् अत्र अधिकारः नास्ति उत्तापयस्य ओके उत्त अपि इति समान अर्थके उपपदे सति धातोः लिङ् लिङ् भवति लिङ्लकारस्य कथनेन लिङ्लकार एव भवति अपरेषां लकाराणाम् अपवादः उत्त अपि इत्यनयो विभिन्नार्थः सन्ति बहुत्र च समानार्थे अपि न स्तः एकः अर्थः अस्ति किन्तु यत्र द्वयोः समानः भवति अवश्यं निश्चयेन इति यत्र एतादृश अर्थः विवक्षितः तस्मिन् समानार्थके उपपदे सति धातोः लिङ् भवति अस्य व्यक्तीकरणार्थं काशिकायाम् एकम् अव्ययम् उपयुक्तं बाढं यस्य अर्थ एतादृश एव अवश्यं निश्चयेन इति काशिकायाम् उत्त अपि एतयोः समर्थयोः धातोः लिङ् प्रत्ययः भवति सर्वलकाराणाम् अपवादः बाढम् इति अस्मिन् अर्थे समानार्थत्वम् अनयोः वोताप्योः इति 33141 अपि विकल्पः निर्मितः इतः प्रभृति भूतेपि लिङ्निमित्ते क्रियातिपतौ नित्यं लिङ् भविष्यति सर्वत्र एव नित्यं प्रकृतसूत्रे च इतः अग्रे च वोताप्यो 33141 इत्यस्य वा इत्यस्य अधिकारः समाप्तः अतः यथा भविष्यति तथैव भूतेऽपि लिङ्निमित्ते क्रियातिपतौ लिङ् नित्यं न तु वैकल्पिकं भविष्यति तु यथा पूर्वम् अत्र अपि लिङ्निमित्ते क्रियातिपतौ लिङ्लकार सर्वत्र एव नित्यः सिद्धान्तकौमुद्यां बाढम् इति अर्थे अनयोः तुल्य अर्थता इतः प्रभृति लिङ्निमित्ते क्रियातिपतौ भूते अपि नित्यः लिङ् उतश्च अपिश्च तयो इतरेतर योगद्वन्द उतापि तयोः उताप्योः समः समानः अर्थो ययो अस्तौ समर्थोः अथवा समौ अर्थौ ययो स्तौ समर्थौ तयोः समर्थयो बहुव्रीहि लिङ्निमित्ते लिङ् क्रियातिपतौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् उताप्योः समर्थयोः धातोः लिङ्प्रत्ययः परश्च लिङ्निमित्ते भूते च लिङ् क्रियातिपतौ अस्तु उताप्यो समर्थयो लिङ् इति सूत्रमपि लिङ्लकार निमित्ते अस्ति लिङ् विधानम् अस्ति उत्त अपि इति उपपदे सति समर्थयो द्वयोः समान अर्थ भवेत् समानार्थको यत्र भवति तत्र लिङ्लकारस्य प्रयोगः भवति तो समानार्थको इत्युक्ते किं वस्तुतः उत्त अपि द्वयोः भिन्नं भिन्नम् अर्थं भवति किन्तु एकस्मिन् अत्र अत्र अर्थः समान अस्ति तत्र अस्ति अवश्यं निश्चयेन काशिकायाम् अवश्यं निश्चयेन इति अव्यय कृते बाढम् इति अव्ययं प्रयुक्तम् अस्ति तु बाढम् इत्यस्य अर्थः अपि अवश्यं निश्चयेन इति भवति तो अनेन उत्त अपि यदि निश्चयेन अवश्येन समानार्थके यदि उपपदे सति लिङ्लकारस्य प्रयोगः अस्ति इदानीं यदि लिङ्लकारस्य प्रयोगः भवति तर्हि लिङ्लकार अपि क्रियातिपति चेत् लिङ्लकारः भवति भविष्यत्काले सदैव नित्यम् अस्ति तत् जानीमः किन्तु अत्र वोताप्यो तस्य अधिकारः केवलं 33151 पर्यन्तम् अस्ति उत्ताप्यो समर्थयो लिङ्क् 33152 अस्ति अत्र ओतापयो इत्यस्य अधिकारः निवृत्तिः अस्ति अस्मिन् सूत्रे अतः भूते चेत् अधिकारः अस्ति, यदि क्रियातिपति लिङ् निमित्ते क्रियातिपति अस्ति चेत् लिङ् लकारस्य प्रयोगः भूते च अपि नित्यं भवति इति अस्ति अस्मिन् सूत्रे. तावत्पर्यन्तं कृतवन्तः वयं. अस्ति, अग्रिमे सप्ताहे USA Thanksgiving weekend asti to nimbari agrima saptare Thursday is a Thanksgiving day asti oh so adaha na class ah class varga na bhave bhavati ah na bhavati okay bhavishyati ah dhanyavad bhagini astu shubha dinam bhavata kopi prashna asti kopi prashna nasti na एकः प्रश्नः अस्ति भवत् एकनिमिषं वर्तते भगिनि विप्रच्छेदे परं कार्यम् इति वदामः किं सूत्रयोः किं भवति पूर्वम् इत्यस्य अर्थेन एव विप्रच्छेदे परं कार्यम् इति वार्तिकमस्ति न विप्रति पूर्व पर नित्य अत्र विप्रति मीन्स् अर्थः किं विप्रति छेदे इत्यस्य ओ विप्रतिषेद ओ यत्र अन्यत्या अन्यत्र लब्धावकाश अस्ति तुल्यतने यदि परसूत्रमस्ति तत् बलवत् भवति विप्रतिषेदे. आं भगिनि विप्रतिषेदे इत्यस्य अर्थः प्रतिषेध मीन्स् तत्र मीन्स् निषेध भवति निषेधः प्रतिषेधे विप्रति विप्र मीन्स् वि इति विशेषतः अहं चिन्तयामि प्रतिषेध निषेध भवति पूर्वसूत्रस्य इति अस्ति अर्थ प्रतिषेधः षेधः भवति इति अस्य वा अहम् इति मम चिन्तनमस्ति विप्रतिषेधे परं कार्यम् इत्युक्ते पूर्वसूत्रं षेधः भवति परसूत्रं कार्यं भवति इति वा आम् किन्तु अन्यसूत्रमस्ति यत्र पूर्वसूत्रम् अस्ति तस्य प्रयोगः भवति विप्रतिषेधे परकार्यम् इत्यस्य अपवादः अस्ति एकम् अन्यसूत्रं भवति यत्र पूर्वसूत्रस्य प्रसक्तिः भवति परक्षेत्र विरलतया भवति किन्तु सूत्रमस्ति तत्रापि एकम् अस्तु धन्यवादः भगिनि बहु बहु धन्यवादः भगिनि सम्यक् इदानीं प्रोट् वर्ग सम्यक् अस्ति सम्यक् अस्ति धन्यवादः भगिनि भवान् सप्तमी स्थितम् यदि कृत्वा तुमन् प्रत्यय अत्र वयं कृतवन्तः न तत्र वयं पठितवन्तः तत् उपपद सति अहं पश्यन्तम् अस्मि शत्रुशानच् धन्यवादः ओके शुभरात्रि ओके शुभरात्रि तुमन् पृच्छ 18 भवान् पश्यतु 18 नंबर अर्धधातुक तकारात् प्रत्यय तुमन् तत्र अस्ति अत्र अस्ति वा आमां तत्रोपदं सप्तमी स्थितं 5-2 अस्तु बाय बाय धन्यवादः शुभदिनं धन्यवादः बाय बाय